ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः सर्वमङ्गला येनाक्षरसमाम्नायं वदतु अस्ति वा न सर्वमङ्गला पूर्वं अस्मि अस्मि वन् मिनिट् वदतु येनाक्षरसमाम्नायाम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीसूत्रकारं च प्रणतोऽस्मि मुनित्रयम् धन्यवादः धन्यवादः वर्ड् डाक्युमेण्ट् अस्ति हस्ते हा यत् अहं प्रेषितवती हा उद्घाटितम् अस्ति धातुविषये उत्तरं तु ददातु आम् महोदय आमाम् ओके धातु एकनिमिषं हा वयं किङ् प्रत्ययनं समापितवन्तः विकरणप्रत्ययः समापनं कृतवन्तः सुप्रत्ययस्य अपि प्रत्ययानामपि समाप्तम् इदानीं धातुविषये किञ्चित् पश्यामः चलति वा आम् धातु अनिल् प्रथमधातु वदतु अनिल् अस्तु न अनिल् नास्ति भगिनि अनिल् नास्ति नाम तु अस्ति अत्र ओके अनिल् गतवान् अनुसूया आं भगिनि अनुसूया हा एकनिमिषं हा किञ्चित् तिष्ठतु तदनन्तरं दुक्रीविषये पश्यामः हा कृष्णफलकस्य किञ्चित् आरम्भं करोमि ओके नमस्कारः महोदय नमस्कारं सम्यक्तया दृश्यते किञ्चित् लिखतु महोदय देन् वील् नो वेदर् वि आर् एबल् टु सी आर् नाट् या धातु किम् अस्ति अनुसूया भवती करोति न ओके डुक्रि इति धातु अस्ति न दृश्यते महोदय एकनिमिषं ओके कुत्र न दृश्यते इदानीं वेरि लैट् एनि एनि लैट् इस् देयर् कृष्णफलक न दृश्यते इफ् यु पुट् आन् सम् लैट् मे बि इट् बि सीन् विद्युद्दीपम् अस्ति खलु तत्र अस्ति परन्तु नाट् आन् कृष्णफलक Is there any light which can fall on the blackboard? We can't see you. Saraswati. Saraswati, customer is here. Jaya, Saraswati. Aam Bhagini, it is not very clear, like Zoom. Yeah, it is somewhat clear, but not completely. Oh, okay. Adara. You are speaking also now, so we can make... Any light, Mother, you have any light which can fall on the blackboard, then it will be better. No, this is all I have, the light is right there. Wait, 1 minute. Maybe you can open the curtain or blind, something. Yeah, it is better. Yeah, it is better, Mother. Now it is right. Samyak drishyate, Mother. Samyak drishyate. Very clear. Very clear, Mahoday. Very good. Very good. Samyak asti. Atah idani maham Krishna phalakam upyogam kartum shaknomi. What did you do differently, Mahodaya? Did you open the curtains? Did you open the curtains? No, I changed the light. I have put a different bulb in another place. And tad udghatitavati mama kim smarane nasti okay idanim samyak drishyate na ha bahu samyak mahodaya oh bahu samyak okay dukre vayam kim smarane asmakam smarane kim bhavitavyam तस्मिन् विषये किञ्चित् पश्यामः प्रथमं प्रथमं वयं पश्यामः धातुः अस्ति वा तृतीयः अस्ति वा न न न तत्पूर्वम् अहं किं मम चिन्तनं परिशीलनविषये अस्ति अनुसूयाः पश्यतु प्रथमं तु अस्ति आदिर्निगूढवः अतः नी अस्ति नी टु अस्ति डु अस्ति वयं कुर्मः आदिं निटुडव विषये एतदस्ति तदनन्तरम् इर उपदेशे जन अन्ना इर न न तदनन्तरम् इर एतत् सर्वम् आदि विषये अस्ति तदनन्तरम् उपदेशया चिन् अनुनासिक इत् हलन्त्यं वयं जानीमः तद् वयं जानीमः आदिविषये तदनन्तरं प्रत्ययविषये मम चिन्ता तत्र अस्ति शः इत्युक्ते शकार अस्ति वा एतत् एतत् सर्वं धातुविषये अत्र प्रत्ययविषये अस्ति खलु किमस्ति इर् अन्त्य अस्ति धातुविषये अस्ति न इर धातुविषये वाक्यमस्ति न धातुविषये अस्ति परन्तु अन्त्य अस्ति इट् निटुड प्रथममस्ति आदौ अस्ति श अपि आदौ अस्ति इर् कुत्रापि भवितुम् अर्हति वर्णसमूहः तदनन्तरं षकार चवर्गीयवर्णः टवर्गीयवर्णः अनन्तरं लक्षणं किम् अस्ति? लषक्व तद्धिते मकार षकार कवर्गीयवर्णाः. ओके, एतत् सर्वं मम स्मरणे भवितव्यं. तदनन्तरं किं तस्य लोपः? ओ एकनिमिषम्. तदनन्तरं तस्य लोपः हलन्त्यं किं न विभक्तौ तु स्मः? एतत् सर्वमपि स्मरणीयम्. ओके ओके ओके भगिनि, तत् अहं न लिखामि. हा, एतत् तु अहं किं पाय्ण्टर्स् एवं मत्वा लिखामि. ओके, इदानीम् अनुसूया भगिनी वदतु, डुक्रेन् विषये प्रथमं किं भवती परिशीलनं करिष्यति? धातु वा प्रत्ययः वा इति. धातु वा प्रत्ययः वा? एतदस्ति धातु, अहं वदामि. ओके, धातुगणे अस्ति अतः धातु अस्ति. ओके, धातु अस्ति चेत् एतस्य भागस्य उपयोगं नास्ति. अवगतम्? शतः प्रत्यये एव अस्ति. एतत् सर्वं केवलं प्रत्ययविषये अस्ति, अस्मिन् भागे धातुविषये अस्ति. ओके, इदानीं आदिर्नितुदः इति सूत्रेण आदिर्नितुदः इत्यनेन विच्छेदनं करणीयं वा? वर्णविच्छेदनं करणीयं वा? करोति चेत् चलति, न करोति चेत् अपि चलति. किमर्थम् अहमेवं वदामि? कारणं डु यदस्ति एतत्तु वर्णसमूहः अस्ति, सकारयोः समूहः. यदा अहं वर्णविच्छेदं करोमि दकार उकार भिन्नं भिन्नं भविष्यति न, अतः एवमेव अहं स्थापयामि. तदा मम इति अत्र साक्षात् दृश्यते. इत्संज्ञा भवति, डु इत्संज्ञा भवति. तदनन्तरं तेन सूत्रेण लोपः भवति. न, डु इत्संज्ञा भवति केन सूत्रेण तदपि वक्तव्यं. तदनन्तरं हलन्त्यम् इति सूत्रेण अन्त्यस्थित हलन्तस्य इत्संज्ञा भवति. प्रथमं कथं भवत् किं प्रोसेसिङ्ग् कथं करणीयं? डु एतस्य इत्संज्ञा आदिर्निचुडवः इति सूत्रेण. ओके, अवगतम्? आम् आम्. आदिर्निटुडवः, अहं केवलं न क्रमाङ्कः लिखामि, अन्यथा समयः 1, 3, 5 सूत्रक्रमाङ्कः. तदनन्तरं द्वितीयं किं? हलन्त्यम् इत्यनेन हलन्त्यं सूत्रक्रमाङ्कः अस्ति 1, 3, 3. ओके, अवशिष्टं कृ एव अवशिष्ट कृ इति अवशिष्टं भवति. ओके, अवगतं सर्वे जनाः? अवगतम् अवगतं महोदय. अवगतम्. ओके महोदय, सम्यक् न श्रूयते, आवाज बहुत डिस्टर्बेन्स् अस्ति. श्रूयते भगिनि, श्रूयते, सम्यक् श्रूयते. कस्य समस्या अस्ति? कस्याः समस्या अस्ति? सीतालक्ष्मी. सीतालक्ष्मी, किञ्चित् अधिकं करोतु, प्रयत्नं करोतु. सम्यक् न श्रूयते, बहु डिस्टर्बेन्स् अस्ति. Disconnect and connect again and see. We all can hear. It is your problem. You go out and come. We can hear. nicely. Get nicely. Out and get in again. Let's, huh? ओके अनुसूया धन्यवादः. कृ धातु अस्ति करोति इति अनन्तरं रूपं वयं सिद्धं कर्तुं अग्रे अग्रे गच्छामः. कृतः कृपर्यन्तं वयम् आगतवन्तः. करोति इति आगच्छति तत् कथं तत् तस्मिन् विषये अग्रे पश्यामः. इदानीं वयं कृपर्यन्तम् आनीतवन्तः. ओके अस्तु भगिनि. ओके भागीरथी नेक्स्ट् भगिनि जिमिदा. ओके निमिदा. ओ हो निमिदा. ए भगिरथी निमिदां धातु अस्ति भगिनि. धातु अस्ति. ओके अस्ति अस्ति. नी आदिर् नी तु डवः इति सूत्रस्य आधारेण ञि इत्संज्ञा भवति. अनन्तरं तस्य लोपः इति सूत्रस्य सूत्रेण इत्संज्ञा लोपः भवति. लोपः भवति. तदनन्तरम् अनन्तरम् अन्ते आम् अस्ति. आम् न आ वदामि अनुनासिक आ अस्ति. क्षम्यतां भगिनि. अनुनासिक उपदेशे अनुनासिक उपदेशे अच् अनुनासिक अनुनासिक इत् भवति. अनन्तरं तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति. ते अवशिष्यं भागं मिद् अवशिष्टरूपं. ओके भागीरथी स्नाने आं यदस्ति तत्र मकारः अस्ति. एतस्य लेखनम् एवं भवति. ओकेः अत्र अनुनासिकचिह्नम् अस्ति. चन्द्रबिन्दु अस्ति. ओके अतः आं न वक्तव्यम्. अनुनासिक आकारः एवमेव वक्तव्यम्. अहं जानामि भगिनि, इदानीं विस्मृतवती. अनुनासिक इति वक्तुं विस्मृतवती. तदेव क्षम्यतां भगिनि. इदानीं किञ्चित् अहं पुनरभ्यासं करोमि. अस्माकं हस्ते किं किम् अस्ति? आ ह्रस्व दीर्घ प्लुत. ओके यावत्पर्यन्तं स्मरणे अस्ति भागीरथी? अस्ति भगिनि. इदानीं ह्रस्वस्य के के प्रकाराः? एकं तु अस्ति उदात्त अनुदात्त अनुदात्त. तृतीयम् अस्ति स्वरित स्वरित. अनुदात्त स्वरित. ओके ओके किमस्ति उदात्त अननुनासिकः अनुनासिकः? अनुनासिक अनुदात्तः. अनुनासिक अनुनासिकः. तदनन्तरं स्वरित अननुनासिकः अनुनासिकः. एवकाराः सन्ति. तदेव आकारस्य तदेव श्रुतस्य श्रुतस्य अपि. अतः अत्र टोटल् भवति चेत् अत्र सिक्स् अतः अष्टादश अवगतम् अवगतं भगिनी, सम्यक् अवगतं भगिनी, धन्यवादः. मुत्तुलक्ष्मी सम्यक् न दृश्यते. प्रथमं किं लिखितवती इति न दृश्यते महोदय. कुत्र प्रथमं किम् इति क्षम्यतां भगिनी, कृष्णफलकः पूर्णतः न दृश्यते. पूर्णतः दृश्यते एव, पूर्णतः दृश्यते. इदानीं न, इदानीं दृश्यते. मुत्तुलक्ष्मी भगिनी किञ्चित् अड्जस्ट् करोतु, दृश्यते. मोबैल् मध्ये अस्ति चेत् किञ्चित् अड्जस्ट् कर्तव्यं, अन्यथा कष्टं भविष्यति. लेप्टाप् मध्ये तु सम्पूर्णं दृश्यते, परन्तु मोबैल् मध्ये कष्टम् अस्ति. अस्तु महोदय, फार्वर्ड् बेक्वर्ड् करोतु. ओके, ह्रस्व अकारस्य अननुनासिकभेदाः त्रयः, अनुनासिकभेदाः त्रयः एवं षड् भेदाः. तदेव आ यदस्ति आकारस्य इत्युक्ते दीर्घ आकारस्य पुनः षड्भेदाः एवमेव उदात्त अनुदात्त स्वरित अननुनासिकः अनुनासिकः. प्लुत स्वर अकारस्य अपि तदेव षड्भेदाः. एवम् आहत्य अष्टादशभेदाः सन्ति. ओके, एतत्तु स्मरणे स्थापनीयं. किं किमर्थम् अहम् एतस्य पुनरभ्यासं कृतवती, अग्रे अग्रे वयं गच्छामः चेत् उदात्त अनुदात्त सरितविषये किञ्चित् अधिकं किं प्रोसेसिङ्ग् मध्ये आगच्छति तत्. ओके, तत्र यावत् अहं स्मरामि तत्र तु परस्मैपदी आत्मनेपदी धातुविषये उदात्त अनुदात्त स्वरितस्य अवगमनम् आवश्यकं, तस्य आधारेण निर्णयं भवति. ओके, इदानीं चन्द्रमती भवत्याः. नमस्ते. नमस्ते. धातु किमस्ति? गम्ल, गम्ल धातु. अस्माकं तु किम् आवली अस्ति न, वर्ड् डाक्युमेण्ट् तु प्रेषितवती न, तत्र पश्यतु. ओके, अस्तु. गम्ल धातु अत्र अनुनासिक लकारः अनुनासिकलकारः अस्ति. उपदेशे अजननासिक इति सूत्रेण अनुनासिकलकारस्य संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. अनन्तरं गम इति अवशिष्य. ओके, गम् इति रूपम् अवशिष्यते. ओके, गीता अहं न पृच्छामि, प्रथमवारम् आगच्छामि अतः न पृच्छामि. ओ हो, अग्रिमधातु किम् अस्ति? अरे वदतु न कोऽपि. दृश्येव. दृश्येव. ओके, पश्यामः पर्यायः इदानीं आगच्छति अस्मि अस्मि इत् संज्ञा दृश्य अत्र इर् इति वर्णसमूहः दृश्यते ओके दृश्य अवशिष्टं दृश् अवशिष्टं अनन्तरं ओके आम् अवगतं एतस्य किं भवति तस्य लोपः तत्पूर्वं इत्संज्ञा भवति भवती मा वदतु इत्संज्ञा भवति महोदय इत्संज्ञा भवति केन सूत्रेण Please do not talk in the middle. Give the others chance. Jaya, vadatu. Ir. Ir itsanya vachya. Ir itsanya vachya. Vachya. Vartikena. Ir etasya itsanya bhavati. Anantaram. Anantaram itasya kimapi gachati va. Itsanya bhavati va. न महोदय दृश्य अपि धातु अस्ति तस्य पश्यति इति रूपं भवति अनन्तरम् ओके ओके गोपालन् प्रथमवारं कन्नम्मा भवती कर्तुं शक्नोति इच्छति आं भगिनि नमस्ते भगिनि नमस्ते जीव जीव ओके वदतु जीव वा जीव जीव जीव जीव जीव जीव आ उपदेशे अजनुनासिकः इति सूत्रेण आ इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति जीव इति अविविश्य रूपं तिष्ठति चकारस्य कुत्रापि नास्ति कारणम् अत्र अत्र च चकारस्य समस्या अस्ति परन्तु एतत् धातु अस्ति अतः धातु अस्ति अतः चुटु नास्ति अस्तु भगिनि ओके अग्रे कस्याः पर्यायः किमस्ति युजिर् कस्याः पर्यायः कोऽपि मुत्तुलक्ष्मी वा हा ओके ओके आगच्छतु वदामि महोदय एकनिमिषम् अहं तु मुत्तुलक्ष्मी अनन्तरम् अनन्तरं नरसिंह मुत्तुलक्ष्मी वदतु धातुः वर्ण उच्छेदः करणीयः युकारः यकारः उकारः जकारः इदानीं किञ्चित् सुलभं करोतु न यु एवमेव स्थापयतु अत्र च किमपि समस्या नास्ति पश्यतु हा कुत्रापि यु विषये किमपि नास्ति अत्र अनुनासिकः अपि नास्ति अतः समस्या नास्ति यु एवमेव स्थापयितुं शक्नुमः जिर् यदस्ति तत्र कथं विभजनं कर्तुं शक्नुमः जकारः इर् अतः अस्माकम् आम् आम् सूत्राणां क्रमः इर् इत्संख्या वाचा वार्तिकेन इत्संख्या भवति तस्य लोपः इत्यनेन सूत्रेण इत्संख्या लोपः भवति युज् इति अन्तिमरूपम् अवशिष्यते युज् इति अन्तिमरूपम् अवशिष्यते ओके अस्तु महोदय आम् आम् धन्यवादः ओके अग्रे कश्चित् पर्यायः नरसिंहन् भवान् कर्तुं शक्नोति प्रयत्नं प्रयत्नं करोमि रुचिर् एधा ओके एधा अनुनासिक धातु अस्ति प्रत्ययेन अनुनासिक अस्ति उपदेशे एध अनुनासिक किम् अस्ति हलो अनुनासिकं किम् अस्ति अनुनासिक अकारयदस्ति तत् अनुनासिक अकारः अस्ति उपदेशे एच् अनुनासिक इत् उपदेशे एच् अनुनासिक इत् ओके अनेन सूत्रेण इत् संज्ञा भवति ओके कथं वक्तव्यं प्रक्रिया कथं करणीयं एध अत्र अनुनासिक अकारः अस्ति एतस्य संज्ञा भवति उपदेशे जनुनासिक इति सूत्रेण तदनन्तरं तस्य लोपः इति सूत्रेण अकारस्य लोपः अवशिष्टरूप एद् ओके प्रक्रिया यदा वयं वदामः तदा क्रमेण वक्तव्यम् ओके एवमेवं मिश्मेश् कृत्वा न वक्तव्यम् ओके अवगतम् अतः अ अनुनासिक अकारः तस्य इत्संज्ञा उपदेशे अनुनासिक इति सूत्रेण तदनन्तरं किं वक्तव्यम् तस्य लोपः इति सूत्रेण अकारस्य लोपः भवति अवशिष्टरूपमस्ति एव एतस्य प्रोसेस् अनन्तरं वयं पश्यामः अग्रे अग्रे यत् पठामः तदा एतस्य प्रोसेस् एध् एत धातुतः आरभ्य एधते कथं भवति तस्मिन् विषये ज्ञानं प्राप्स्यामः इदानीं न अद्य न ओके तावत्पर्यन्तं गन्तव्यं न ज्ञानं ओके धन्यवादः महोदय ओके अग्रे पूर्णिमा नमस्ते भगिनि पूर्णिमा धातु किम् अहमस्मि मम हस्ते धातवः बहवः न सन्ति अग्रे कोऽपि किमपि आनयति चेत् ओके पूर्णिमा पूर्णिमा पूर्णिमा प्रतिध्वनि प्रतिध्वनि श्रूयते अन्ये सर्वे किञ्चित् म्यूट् मध्ये भवन् अहं सर्वान् किं म्यूट् करिष्यामि हा मां न करोतु भगिनि ओके अत्र तु अस्तु अत्र तु बहु सुलभमस्ति उपदेशजनुनासिकयः इति उपदेशजनुनासिकः इति कारणेन अत्र अन्त्ये अकारस्य इत्संज्ञा भवति अस्यैव परिशिष्य अनुनासिक अकारस्य इत्संज्ञा भवति ओके अस्यैव परिशिष्टभागम् एव अवशिष्यते अवगतं बहु सरलमस्ति शीघ्रमुद्गतम् इदानीं आल् आफ़् याल् हाव् बिकम् एक्स्पर्ट्स् इट् लुक्स् लैक् हा लज्ज ओके कस्याः पर्यायः इदानीं प्रतिभा श्रूयते वा श्रूयते आम् अहं तु सम्यक् मया तु सम्यक् न श्रूयते इण्टर्नेट् समस्या अस्ति इति अहं मन्ये अहं करोमि भगिनि ओके करोतु लज्जिति धातु जकारस्य अनुनासिकः वर्तते अतः अकारस्य अकारस्य अनुनासिक अकारस्य इत्संज्ञा भूत्वा अजनुनासिक इत् इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति लकारः आदौ अस्ति लषक्व तद्धिते इत्यनेन इत्संज्ञा भूत्वा तस्य लोप इत्यनेन लोपः भवति अतः अज् अज् एव तिष्ठति ओके लज् यदस्ति एतद् धातुः अस्ति वा प्रत्ययः अस्ति लज्जति लज् धातु भगिनी धातु अतः लषक्वपद्धते उपयोगं कर्तुं शक्नुमः लषक्वपद्धते कस्मिन् भागे अस्ति धातुभागे अस्ति वा प्रत्ययभागे प्रत्ययमध्ये अस्ति अतः लज् एव तिष्ठति अस्तु अस्तु आम् आम् आम् ओके स्मरणे स्थापयतु लषक्वपद्धते केवलं प्रत्ययविषये अस्ति अस्तु अस्तु भगिनि भगिनी इदानीम् अहं श्रूयते किञ्चित् चर्चां करोमि भगिनी मम परीक्षा अस्ति ओके टु पेपर्स् ऐ हेव् टु पेपर्स् टुडे काव्यपरीक्षा अस्ति ओके आल् द बेस्ट् थेङ्क् यू भगिनी धन्यवादः अहं शृणोमि सरस्वती आं भगिनि मम हस्ते अधिकाः किमपि नास्ति क्रीड् क्रीड् क्रीय क्रीड क्रीडु एवमासीत् न ओके वदतु तत्र हलन्त्यम् इति सूत्रेण ञकारस्य इच्छङ्ख्या भवति तस्य लोपः भवति आदिर् निटुडवः निटुडवः इति सूत्रेण डुकारस्य डुकार डु डु डु डु डु डु इच्छङ्ख्या भवति तस्य लोपः भवति सो सो क्रिज् क्री क्री इति अवशिष्यम् अवशिष्यते क्री क्रीणाति यत् धातु अस्ति क्री वयं क्री धातु प्राप्नुमः बहु सरलमस्ति इति भासते न सर्वमङ्गला प्रथमतः धातुः अस्ति क्री डि उ अनुनासिक अनुनासिक ओ अस्ति वा क्रीड् क्रीड् अनुनासिक ऋ अस्ति वा भगिनि अत्र वर्णद्वयमस्ति लकारः अदि एकः एव वर्णः अत्र वर्णद्वयम् अस्ति लेखनमपि भिन्नम् अस्ति अत्र लकार ऋकारयोः मेलनेन लृ इति उच्चारणमपि भवति अत्र ल इति उच्चारणं भवति ओके ऋ न वदामः तदेव उच्चारणम् ओके ओके अवगतम् अस्ति अत्र लकार ऋकारयोः तत्र लृ इति अस्ति अत्र लृ एतत् रोमामध्ये सौम्या भगिनी स्पष्टीकरणं कृतवती तदेव अहमपि अत्र वदामि ओके धन्यवादः उपदेशे अस् अनुनासिक इत् लोपः इत् अनुनासिकलु अस्ति ओके अतः एव तस्य इत्संज्ञा भूत्वा लोपकार्यं लोपः भवति क्रीड् एव अवशिष्यति महोदय महोदय अत्र रि अस्ति लि नास्ति महोदय रि अस्ति रि भवान् कस्मिन् विषये वदति क्रीड् रि रि इट्स् अ रिकार नाट् रिकार ओके ओके मम दोषः क्री नास्ति रि नास्ति ओय् तस्याः पर्यायः सर्वमङ्गलाः एतत् अस्ति लु नास्ति एनिवे लु विषये अहं वक्तुं चिन्तितवती गत अवसरे अपि उक्तम्. ओके अनिल् धन्यवादः. सर्वमङ्गला. इदानीं करेक्षन् करोतु. ऋकार उपदेशे अच्छनुनासिक अच्वर्णः ऋकारः भवति न अनुनासिक अनुनासिक ऋकारः अनन्तरं तस्य लोपः भवति. क्रीडेव क्रीडेव अवशिष्यते. धन्यवादः. सर्वमङ्गला. लू नास्ति अहमपि ज्ञानं न दत्तवती. वाट् एवर् यु हेव् रिटर्न् ऐ डोण्ट् नाट् गो त्रू दट् वन्. थेङ्क् यु. धन्यवादः. इदानीं सीतालक्ष्मी भवत्याः पर्यायः. किं तत्र निधि सीतालक्ष्मी अस्ति वा न? अस्ति महोदय. आगच्छतु. ङे आदिर्निटुडवः इति सूत्रेण आदिर्निटुडवः इत्यनेन ङि इत्संज्ञा भवति. इत्संज्ञा भवति. भि एव अवशिष्यते. तस्य लोपः भवति. भिविषयेण किमपि नास्ति. अस्मिन् मार्गे तु प्रत्ययः अन्य किमपि नास्ति. ओके ओके इदानीं मम हस्ते किम् अस्ति अवशिष्टं? गुडाय् व्री. ओके कः वा का इतोपि न कार्यं कृतवन्तः? Anybody missed out? Anil, bhavan kritavan va? Na mode. Na, idanim karotu. Do dai na? Atra dhatu asti. आदिनिटुडव डुकार इत्संज्ञा भवति. क्षम्यतां, डु इत्संज्ञा भवति. नकार अन्तिम हलन्तं हलन्त्यम् इत्यनेन नकार इत्संज्ञा भवति. तस्य अनन्तरं तस्य लोपः द्वयोपि लोपः अस्ति. अनन्तरं दा इति तिष्ठति अवशिष्यते. इतः एव ददाति इति. ओ दा धातु विशाल एव. दूदान इतः आरभ्य दा पर्यन्तं वयम् आनीतवन्तः. तदनन्तरं ददाति कथम् आगच्छति तस्मिन् विषये अनन्तरम्. ओके मन्दं मन्दं गच्छामः. प्रोसेसिङ्ग् तु किञ्चित् दीर्घमस्ति. ओके बट् डेरिवेशन् इस् रियलि गुड् महोदय. डिरैविङ्ग् हौ इट् इस् कमिङ्ग्. अन्तिमधातु किं व्रि इति अस्ति मम हस्ते. कः वा का इदानीं पर्यन्तं न उक्तवान् उक्तवती? द्रष्टव्यम्. अनिल् समाप्तम्. अनुसूया समाप्तं. भागीरथी चन्द्रमती. गीता यु वाण्ट् टु ट्रै? Narasimhan. Narasimhan to already did, na? I did, but I can try. Gita to na janati iti anyaka vidya. Vidya, Ashila. Vidya? Aam asmi mahodaya. Okay. Asmi mahodaya. Aam. आं वृञ्ज् दातु आं तत्र ञकारः हलन्त्यं तस्य लोपः इत्यनेन प्रथमम् इति भवति अनन्तरं लोपः भवति अनन्तरं बृ अस्ति बृ एव तिष्ठति अत्र तावदेव वृणोति इति धातु अस्ति ओके आं महोदय वयं सर्वं तु कृतवन्तः इदानीं किम् अहं चिन्तयामि अस्माकं करपत्रे मिक्स्ड् अस्ति ओके इदानीं किं कुर्मः एकनिमिषं कुत्र अस्मि अहम् इदानीं स्क्रीन् शेर् करोमि ओके डेस्क्टाप् One minute, Okay. इदानीम् अहं कृष्णफलके न लिखामि हा ओके स्क्रीन् शेर् दृश्यते हा दृश्यते हा एतत् सर्वं वयं कृतवन्तः डुक्रि जिमिदा गम्ल दृश्यर् जीव् युजिर् सर्वं कृतवन्तः इदानीमेव ओके स्क्रीन् न दृश्यते स्क्रीन् न दृश्यते एकनिमिषं अहमपि न दृश्यते हू इस् नाट् एबल् टु सी केन् यु प्लीस् लाग् औट् अण्ड् लाग् इन् वन् सेकेण्ड् न कदाचित् मोबैल् मध्ये अस्ति हा अतः अग्रे पृष्ठे कर्तव्यम् इति अड्जस्ट् कर्तव्यम् इति चिन्तयामि ओके ओके पूर्वं वयं यत् कृतवन्तः तस्य पुनः आगच्छति शीघ्रं शीघ्रं कर्तुं शक्नुमः अनि आरम्भं करोतु निच् अस्तु महोदय निच् अत्र प्रत्यय अस्ति विभक्तिप्रत्यय नास्ति तद्धित् प्रत्यय अपि नास्ति अन्यप्रत्यय अस्ति अत्र चकार हलन्त्यं चकार हलन्त्यम् इत्यनेन संज्ञा णि चुटु चुटु इत्यनेन नकार नकार प्रथम आदि आदि अस्ति अतः अतः संज्ञा भवति इत्यनेन तस्यापि इत् संज्ञा भूत्वा लोपः भवति अवशिष्टरूपम् इकार इकार ओके अवगतं सर्वे जनाः ओके अग्रे गच्छामः इदानीं सरलम् अभवत् न अनसूया एकः प्रश्नः अस्ति महोदय how did you Mahade, how did you decide it's not a tadita pratyaya? Oh, that I'm telling. Oh, okay. Aam. Okay, okay. Ye vishe atmakam jnanam nasti atah aham drishtva kim avagatavati pratyayah kim pratyayah iti kah pratyayah iti. Okay, anantara tasya jnanam aham tadami tasya adhareṇa vaya अग्रे कार्यं कुर्मः. ओके, अत्र अहं कुतः अहम् एतत् प्राप्तवती अहं दर्शयामि. हा, कुतः संज्ञा अत्र अस्माकं सैट् मध्ये एव अहं दृष्टवती. हा, एतत् सर्वं धातुविषये कुत्र अस्ति प्रत्ययः? त्री सेक्षन्स् इति एक नोट्स् अस्ति भगिनि, तत्र एव अस्ति. हा, अत्र पश्यति समानप्रत्ययः अत्र इतः स्वीकृतवती. ओके, मम कुत्र ज्ञानम् अस्ति? हा, ओके, अत्र दृष्ट्वा अहं स्वीकृतवती, कन्फर्म् कृतवती. ओके, आमाम्. अनुसूय शाकन शाकन् कृत् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, प्रत्ययः अस्ति शकारस्य इति सूत्रेण प्रथमशाकन् कृत् प्रत्ययः अस्ति. ओके, अनुसूय शाकन् कृत् प्रत्ययः अस्ति. अहम् अत्र परन्तु वयं कथं जानीमः? पुनः वदतु. शकारस्य इति सूत्रेण आदौ स्थितशकारस्य इत्संज्ञा भवति, तस्य लोप इति. केन सूत्रेण? शकारस्य प्रत्ययस्य प्रत्ययस्य इति सूत्रेण शकारस्य इत्संज्ञा भवति, तस्य लोपः तस्य लोपः भवति. हलन्त्यम् इति सूत्रेण अन्ते स्थित नकारस्य लोपः संज्ञा भवति, तदनन्तरं तस्य लोपः भवति. अतः आक् वा आक् आक् आक अवशिष्यते. ओके, आक इति रूप अवशिष्यते. ओके, भागीरथी. जूस् जूस् यत् अस्ति, जूस् यदस्ति तत् प्रत्ययः अस्ति. किं प्रत्ययः? कः प्रत्ययः? सुप् प्रत्ययः. आं भगिनि, एकनिमिषं वा, अहम् एकनिमिषं वा, अहं किञ्चित् कन्फर्म् अपि करिष्यामि. जुस् यदस्ति किं प्रत्ययः अस्ति? ओके, सुजस् नास्ति, तिङ् प्रत्ययः अस्ति. सुप् प्रत्ययः नास्ति, तिङ् प्रत्ययः अस्ति. क्षम्यतां, प्रत्ययः तिङ् जि सिद्धस्थ मिब्बस्मस् पतनि. अत्र तु लिखितमस्ति. हा, ओके, तस्य आधारेण अहं वदामि. जूस् यदस्ति तिङ् प्रत्ययः, महोदय लिखितवान् सुब्रह्मण्यं महोदय. ओके, ज्योतः सः तु अधिकं जानाति. इदानीं जूस् विषये वदतु, तदस्ति तिङ् प्रत्ययः. तिङ् प्रत्ययः प्रत्यय शकारः नास्ति, न भवितुम् अर्हति इत्संज्ञा. केन सूत्रेण? उपदेशे आदिः शः सः इत् न भवितुम् अर्हति भगिनि. अत्र नास्ति जूस् विषये श तु नास्ति शकारः नास्ति हा सकारः अस्ति शकारः नास्ति सकारः नास्ति ओके सकारः उपदेशे प्रत्ययस्य आदिः चकारः इत्संज्ञा न भवति तस्य आदिवर्णः अस्ति वा आदिवर्णः आदिवर्णः नास्ति भगिनि अत्र आदिवर्णः आदिवर्णविषये भवती किं वदति किमादि चकारः चकारः अस्ति अतः सूत्रमस्ति चुट्टु चुट्टु चुट्टु चुट्टु उपदेशे प्रत्ययस्य आदिः चुट्टु इत्संज्ञा भवति जकारः इत्संज्ञा भवति ओके चुट्टु इत्यनेन भवति अनन्तरं उपदेशे अज् उपदे हलन्त्यं हलन्त्यम् अन्ते हलन्त्यम् अतः सकारस्य अन्तिमवर्णः सकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन तस्य लोपः अपि भवति सो अवशिष्टं रूपं पूव भगिनि अहं न जानामि प्रथमकार्यं जूस् यदस्ति धातु अस्ति वा प्रत्ययः अस्ति प्रत्ययः अस्ति भगिनि प्रत्ययः अस्ति इदानीं प्रत्ययः इत्युक्ते कः प्रत्ययः विभक्तिप्रत्ययः वा तद्धितप्रत्ययः वा अन्यप्रत्ययः तिङ् प्रत्ययः अस्ति तिङ् प्रत्ययः कस्मिन् भागे आगच्छति तद्धितभागे आगच्छति वा अन्यभागे आगच्छति तिङ् प्रत्ययः द्वितीयभागे आगच्छति तिङ् कस्मिन् भागे अनन्तरं धातोः अनन्तरम् एव आगच्छति भगिनि न इदानीम् अस्माकं हस्ते प्रत्ययः यदस्ति तत्र भागत्रयमस्ति विभक्ति अथवा अथवा अन्य अत्र विभक्ति यत् अस्ति तत् किं किं भवति विभक्तिप्रत्ययः इत्युक्ते के विभक्तिप्रत्ययः इत्युक्ते सुप्रत्ययः केवलं सुप्रत्ययः न महोदय सुप्रत्ययः प्रत्ययः अपि ओके तिङ् प्रत्ययः अपि आं भगिनि तिङ् प्रत्ययः अपि अतः द्वयोः नाम विभक्तिप्रत्ययः इति ओके इति इदानीं जुस् यदस्ति ओके इदानीम् अहं किं करोमि लेखनं करोमि ओके अन्यथा भ्रमः भवति दृश्यते ओ दृश्यते एकनिमिषं वीडियो आन् करोमि जूस् न अत्र जूस् भगिनी बोर्ड् न दृश्यते बोर्ड् न दृश्यते स्क्रीन् शेर् समाप्तं करोमि स्क्रीन् शेर् करोमि चेत् बोर्ड् न दृश्यते हा अरे दृश्यते दृश्यते जूस् प्रथमकार्यं किं धातु धातु वा प्रत्यय वा नास्ति प्रत्ययः अस्ति आं भगिनि विभक्तिप्रत्ययः अथवा वदतु तद्धितप्रत्ययः अथवा कृत् अन्य प्रत्यय विभक्तिप्रत्ययः यदस्ति तस्य भागद्वयमस्ति ते के विभक्तिप्रत्ययः प्रकृतिः प्रत्ययः किमपि न वदति भगिनी विकरणप्रत्ययः अपि अस्ति खलु अनुसूया भवती तिष्ठतु ओके भवती तिष्ठतु प्रथमं शृणोतु यत् वयं वदामः अन्तिमभागे समापनम् अभवत् तस्मिन् समये पृच्छतु अन्यप्रश्नाः ओके हा भागीरथी सुप्रत्ययः तिङ्प्रत्ययः भगिनि विभक्तिप्रत्ययः सुप् अपि भवितुम् अर्हति तिङ् अपि भवितुम् अर्हति ओके ओके भगिनि भागद्वयमस्ति तद्धितप्रत्ययः तु आवली अस्ति अन्यप्रत्ययः ते के हा वयं के के जानीमः अन्यप्रत्ययविषये अन्यप्रत्ययः कृत् प्रत्ययः विकरणप्रत्ययः सर्वे कृदन्ताः विकरणप्रत्ययाः यत्किमपि वयं पठितवन्तः अन्ये यत्किमपि प्रत्यय इति आगच्छति तदपि अस्मिन् स्थले कृत् प्रत्ययाः इत्युक्ते शत्रु शान स्वान्तं तुमन्तं सर्वमागच्छति ओके तद्धितप्रत्ययविषये तु वयम् अधिकं न जानीमः अतः अहं लिखित्वा आनीतवती विभक्तिप्रत्ययः तु वयं पठितवन्तः सुप्रत्ययः तिङ्प्रत्ययः द्वयमपि विभक्तिप्रत्ययः इति नाम्ना जानीमः ओके इदानीं दृश्यदस्ति तत् धातु अस्ति वा प्रत्ययः अस्ति प्रत्ययः एव भगिनि प्रत्ययः इदानीं किं कः प्रत्ययः विभक्तिप्रत्ययः भगिनि विभक्तिप्रत्ययः तत्रापि किम् अस्ति तत्रापि तिङ् इति प्रत्ययः ओके अतः प्रथमं तु वयम् एतस्य ऐडेण्टिफिकेशन् कृतवन्तः विभक्तिप्रत्ययः अस्ति तिङ् प्रत्ययः अस्ति ओके इदानीं प्रोसेसिङ्ग् आरम्भं करोतु प्रत्ययः अतः एतस्य भागस्य उपयोगं वयं कुर्मः भगिनि ओके शः अस्ति वा सकारः अस्ति वा सकारः नास्ति भगिनि चवर्गीयवर्णः अस्ति वा अस्ति भगिनि अस्ति किमस्ति तत्र जकारः जकारः जकारः अस्ति अस्ति अतः एतस्य किं भविष्यति एतस्य इत्संज्ञा भविष्यति इत्संज्ञा भविष्यति केन सूत्रेण तस्य लोपः इत्यनेन इत्संज्ञा लोपः भवति तत्पूर्वं तस्य लोपः अनन्तरं तत्पूर्वम् इत्संज्ञा भवति केन सूत्रेण उपदेशस्य आदिः प्रत्ययस्य आदिः चुटु भवति चेत् जकारस्य इत्संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपः भवति भवति ओके अतः जकारस्य समस्या समाप्ता अस्ति अस्तु न अस्तकम् ऊ अस्ति न ओके ऊस् इति अवशिष्टरूपम् अस्ति इदानीं पुनः किं सूत्रम् अहम् उपयोगं कर्तुं शक्नोमि हलन्त्यं हलन्त्यं उपदेशे अन्त्यं हल् वर्णः अस्ति चेत् सित्तन्या भवति. कः वर्णः अस्ति अन्ते? अन्ते सकारः अस्ति. सकारः अस्ति, ओके. अतः सकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवितुम् अर्हति. परन्तु न विभक्तौ तुस्माः इति सूत्रस्य आधारेण सकारः तिष्ठति. सकारः इत्संज्ञा न भवति. आं भगिनि, न भवितव्यम्. अहं चिन्तयामि सुऔ तिप्तझी मिट्वस्मस् न जूस् कुत्र आगच्छति मम स्मरणे नास्ति. चेक् इट् औट्. एकः प्रश्नः भगिनि, इत्युक्ते तिङ् नास्ति, सुबन्त सुबन्ते अस्ति, सुबन्ते अस्ति, सुबन्ते प्रथमा सु औ जुस् राम रामौ रामः इत्य सु औ जुस् दिगन्तः नास्ति, सुबन्त अस्ति. ओके, सुबन्ते अस्ति. अहं केन आधारेण वदामि? अत्र सुब्रह्मण्यं महोदयः अत्र स्थापितवान् अस्ति, यदस्ति स्क्रीन् शेर् दृश्यते. आमां, परस्मैपदी दिगन्तः तिप् तिस् तस् जि खलु, तत्र जस् नास्ति, जुस् नास्ति. महोदय, अहम् एतस्य स्क्रीन् शेर् दृश्यते वा सर्वेषां कृते? अत्र लिखितम् अस्ति तिङ् प्रत्ययः, ओके. एतस्य आधारेण एव एतस्य आधारेण एव अहं विभक्तिप्रत्ययो जुस् प्रथमा प्रथमा पुरुष प्रथमा विभक्ति बहुवचना जुस् अस्ति. महोदय, अहं तावत्पर्यन्तं न पठितवती. हा, यदत्र अस्ति एतस्य आधारेण अहं वदामि. एतत् तिङ्प्रत्ययः अस्ति, तिङ्प्रत्ययः विभक्तिप्रत्ययः इति गणनां कुर्वन्ति. हा, विधिलिङ्ग विधिलिङ्ग अस्ति, मां न जानामि. अहं केवलं लट् लकार जानामि, परन्तु जुस् विभक्तिप्रत्ययो अपि अस्ति. नो नो, इन् विभक्तिप्रत्यय दट् इट् कम् सु औ जस् नाट् जुस्. अच्छा, जस् नाट् जुस्. क्षम्यतां, अहं तस्मिन् विषये न जानामि. अहम् एतदेव जानामि, जूस् यदस्ति तत् तिङ् प्रत्ययः इति लिखितम् अस्ति. हा, कः लिखितवान् एतत्? सुब्रह्मण्यं महोदयः. हा, पश्यतु, सुब्रह्मण्यः महोदयः इस् अ वेरि वेरि सीनियर् टीचर् एण्ड् यः यत् सः वदति तत् अहं स्वीकरोमि. मम अपि गुरुः अस्ति तत् सः, ओके. अतः अहं तस्य आधारेण अहं निर्णयं कृतवती, ओके. ओके, इफ् यु वाण्ट् टु पिक् अप् समाधानं, लिखतु तं सुब्रह्मण्यं महोदयं, लिखतु ईमेल् लिखतु. How to get this site on phone or... वर्गानन्तरम् अहं दर्शयिष्यामि, ओके. अस्तु अस्तु, वर्गानन्तरम् अहं दर्शयिष्यामि. इदानीम् अहं समयः केवलं निमिषत्रयम् अस्ति. क्षम्यतां भगिनि. भागीरथी चन्द्रमती, हा चन्द्रमती, अग्रिमप्रत्ययः किम् अस्ति भगिनि? अवशिष्यं भागं, हा अवशिष्टभागं उस् अस्ति न, उस् एव, उस् एव, उकारः भगिनि, उकारः अवशिष्टं, सकारः, सकारः अपि अवशिष्टम्, षकारः रक्षितः अस्ति रक्षितः अस्ति न विभक्तः सूत्रम् एव रक्षति ओके सकारः रक्षितम् अस्ति किमर्थम् इदानीं सम्यक् अवगतं भगिनि चन्द्रमती अग्रिमं ता विषये वक्तुमिच्छति ता इति प्रत्ययः अत्र चुटु इति सूत्रेण आदौ प्रत्ययस्य आदौ विद्यमान टकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः दर्शनमपि भवति अनन्तरम् आ एव अवशिष्य भागः ओके अत्र न विभक्तौ तु स्मः एतस्य अवकाशः एव नास्ति किमर्थम् अन्ते हलन्त्यं हलन्त्यं नास्ति हलन्तवर्णः नास्ति ओके महोदय महोदय तत्र अनुनासिक आकारः अस्ति खलु आकारः टा अनुनासिक आकारः अस्ति चेत् किमपि न तिष्ठति न एकनिमिषम् अहम् ओरिजिनल् मध्ये पश्यामि न अस्माकं सुब्रह्मण्यं महोदयस्य सुष्ठत्वेन ओके सा केवलम् आतिष्ठति भवती स्मरति वा एकनिमिषं हा वयं कृतवन्तः न एकनिमिषं हा महोदय टा सम्यक् अस्ति टा सम्यक् अस्ति परन्तु तत्पूर्वं सरस्वती अस्ति न अहं प्रूफ् अपि दर्शयामि समटैम्स् देयर इज अ प्रिंटिंग मिस्टेक सो जस्ट वांटेड टु क्लारिफाई न न अत्र पश्यतु वयम् एतत् कार्यं तु कृतवन्तः न सुवाक्य सम्मुख्य अत्र आ एव तिष्ठति ता वयं दृष्टवन्तः अनन्तरं हलन्तवर्णाना हलन्त पदानां विषये विभक्तिरूपाणि कथं प्राप्तवन्तः आ एव तिष्ठति न सुहृदा भवता आं भगिनि भवता ओके आतिष्ठति न अतः आ यदस्ति तत् अनुनासिक आ नास्ति यदा अनुनासिक आ अस्ति ता अपि अस्ति सकारगतं सुतु एकनेन आकार अपि गतं किम् अवशिष्यते जीरो स्त्रीलिङ्ग अस्ति वा रैट् सैड् स्त्रीलिङ्ग अस्ति वा भगिनि आम् न अवगतवती भवत्याः प्रश्नः पुत्रीः सम्यक्तया पृच्छतु अनुसूया प्रश्नं सम्यक्तया पृच्छतु रैट् सैड् विभक्तिप्रत्ययः अस्ति तानि न न एतत् विभक्तिप्रत्ययाः ओके यदस्ति एतत् विभक्तिप्रत्ययाः एतस्य प्रोसेसिङ्ग् यदा वयं कुर्मः टा यदस्ति तस्य प्रोसेसिङ्ग् कुर्मः चेत् आ एव अवशिष्यते एतदेव अहं सरस्वती भगिनी कृते भगिन्याः कृते अहं स्पष्टीकरणं कृतवती ओके तत्र स्त्रीलिङ्ग् पुल्लिङ्ग् विषये तु समस्या एव नास्ति ओके समापयामः बहु अधिकम् अभवत् अद्य इदानीं किं सम्यक्तया अवगतं सर्वम् अग्रे गन्तुं शक्नुमः अग्रिम अवसरे कारणं किम् अस्ति अग्रिम अवसरे एतत् सर्वं तु वयं कृतवन्तः पुनः कर्तव्यं चेत् अग्रिमावसरे कर्तुं शक्नुमः, परन्तु सिद्धतां कृत्वा आगच्छन्तु, तदा झटिति वयम् अग्रे गन्तुं शक्नुमः. तदनन्तरम् एतदस्ति अनुबन्धवर्णाः किमर्थम्, ततः आरभ्य वयम् अग्रे गच्छामः. ओके, अनुकर्तुं प्रश्नः अस्ति वा? न भगिनि, सरलमस्ति इदानीम्? आम् आम् सरलमस्ति. समापयामः. ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः. धन्यवादः.